सम्भूतेरपवादाच्च सम्भव प्रतिषिध्यते कोन्वीनं जनयेदिति कारणं प्रतिषिध्यते अन्धं तम प्रविशन्ति ये सम्भूतिमुपासते इति सम्भूते उपास्यत्व अपवाद सम्भवः प्रतिषिध्यते नहि परमार्थ सद्भूतायां सम्भूत तदपवादः उपपद्यते ननु विनाशेन सम्भूतेः समुच्चयविधानार्थः सम्भूत्यपवादः यथा अन्धं तम प्रविशन्ति ये विद्यामुपासते इति सत्यमेव देवतादर्शनस्य सम्भूतिविषयस्य विनाशशब्दवाक्यस्य च कर्मणः समुच्चयविधानार्थः सम्भूत्यपवाद् तथापि विनाशाख्यस्य कर्मणः स्वाभाविक अज्ञानप्रवृत्तिरूपस्य मृत्योः अतितरणार्थत्वतो देवतादर्शनकर्मसमुच्चयस्य पुरुषसंस्कारार्थस्य कर्मफलरागप्रवृत्तिरूपस्य साध्यसाधनयेषणाद्वयलक्षणस्य मृत्योः अतितरणार्थत्वम् एवं हि येषणाद्वयरूपात् मृत्योः अशुद्धेः वियुक्तः पुरुषः संस्कृतस्य अतो मृत्योः अतितरणार्थ देवतादर्शनकर्मसमुच्चयलक्षणा हि अविद्य एवमेव येषणाद्वयलक्षणा अविद्यय मृत्योः अतितीर्णस्य विरक्तस्य उपनिषत्शास्त्रार्थालोचनपरस्य नान्तरीयकपरमात्मैकत्वविद्योत्पत्तिः इति पूर्वभाविनीम् अविद्यामपेक्ष पश्चाद्भाविनी ब्रह्मविद्या अमृतत्वसाधना एकेन पुरुषेण समध्यमान अविद्यया समुच्येते इत्युच्यते अतः अन्यार्थत्वात् अमृतत्वसाधनं ब्रह्मविद्यामपेक्ष निन्दार्थे भवति संयुक्त्यपवादः यद्यपि अशुद्धिवियोगहेतुः अतन्निष्ठत्वात् अत एव सम्भूतेः अपवादात् सम्भूतेः आपेक्षिकमेव सत्त्वमिति परमार्थ सदात्मैकत्वम् अपेक्ष्य अमृताख्यसम्भवः प्रतिषिध्यते एवं मायानिर्मितस्यैव जीवस्य अविद्यया प्रत्युपस्थापितस्य अविद्यानाशे स्वभावरूपत्वात् परमार्थः कोन एनं जनयेत् न हि रज्ज्वाम् अविद्याध्यारोपितं सर्पं पुनः विवेकतो नष्टं जनयेत् कश्चित् तथा न कश्चिदेनं जनयेदिति कोन इति आक्षेपार्थत्वात् कारणं प्रतिषिध्यते अविद्योद्भूतस्य नष्टस्य जनयितृकारणं न किञ्चिदस्ति इत्यभिप्रायः नायं कुतश्चिन्न बभूव कश्चित् इति श्रुते स एष नेति नेतीति व्याख्यातं निन्दते यतः सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते सर्वविशेषप्रतिषेधेन अथा तादेशो नेति नेतीति प्रतिपादितस्य आत्मना दुर्बोधत्वं मन्यमाना श्रुतिः पुनः पुनः उपायान्तरत्वेन तस्यैव प्रतिपिपादयिष्य यद्यद्व्याख्यातं तत्सर्वं निह्नुते ग्राह्यं जनिमद्बुद्धिविषयम् अपलपति अर्थात् स एष नीति नीति इति आत्मनो अदृश्यतां दर्शयन्ति श्रुतिः उपास्य उपेयनिष्ठताम् अजानतः उपायत्वेन व्याख्यातस्य उपेयवद्ग्राह्यता मा भूदिति अग्राह्यभावेन हेतुना कारणेन निनुते इत्यर्थः ततश्च एवम् उपायस्य उपेयनिष्ठतामेव जानतः उपेयस्य च नित्यैकरूपत्वमिति तस्य सबाह्याभ्यन्तरम् अयम् आत्मत्वं प्रकाशते स्वयमेव सतो हि माया जन्म युज्यते न तु तत्त्वतः तत्त्वतो जायते यस्य जातं तस्य हि जायते एवं हि श्रुतिवाक्यशतैः सबाख्याभ्यन्तरम् अजम् आत्मतत्त्वम् अद्वयं न ततो अन्यदस्ति इति निश्चितमेतत् युक्त्या च अधुना एतदेव पुनः निर्धार्यते इत्यतः तत्र एतस्य सदा अग्राह्यमेव चेद् असदेव आत्मतत्त्वमिति तन्न कार्यग्रहणात् यथा सतो मायाविनः मायाजन्मकार्यम् एवं जगतो जन्मकार्यं गृह्यमाणं मायाविनमिव परमार्थसन्तम् आत्मानं जगज्जन्म मायास्पदमेव गमयति यस्मात् सतो हि विद्यमानात् कारणात् मायानिर्मितस्य हस्त्यादिकार्यस्यैव जगज्जन्म युज्यते न असतः कारणात् न तु तत्त्वतः एव आत्मनो जन्म युज्यते अथवा सतः विद्यमानस्य वस्तुनो रज्ज्वादेः सर्पादिवत् माया जन्म युज्यते न तु तत्त्वतो यथा तथा अग्राख्यस्यापि सदः एव आत्मनः रज्जुसर्पवतो जगद्रूपेण माया जन्म युज्यते न तु तत्त्वतः एव अजस्य आत्मनो जन्म यस्य पुनः परमार्थसद् अजम् आत्मतत्त्वं जगद्रूपेण जायते वादिनः न हि तस्य अजं जायते इति शक्यं वक्तुं विरोधात् ततः तस्य अर्थात् जातं जायते इति आपन्न ततश्च अनुस्थापात जायमानत्वं न तस्माद् अजम् एकम् एव आत्मतत्त्वमिति सिद्धम् असतो माया जन्म तत्त्वतो नैव युज्यते वन्ध्यापुत्रोन् तत्त्वेन मायावापि जायते असद्वादिनाम् असतोभावस्य माया तत्त्वतो वा न कथञ्चन जन्म युज्यते अदृष्टत्वात् न हि वन्ध्यापुत्रो माया तत्त्वतो वा जायते तस्मादत्र असद्वादो दूरते एव अनुत्पन्नः इत्यर्थः यथा स्वप्ने द्वयाभासं स्पन्दते माया मनः तथा जाग्रद्वयाभासं स्पन्दते माया मनः कथं पुनः सतः माया एव जन्म इति उच्यते यथा रज्ज्वां विकल्पितः सर्पो रज्जुरूपेण अवेक्षमाणः सन् एवं मनः परमात्मविज्ञप्त्यात्मरूपेण अवेक्षमाणं स तु ग्राह्यग्राहकरूपेण द्वयाभासं स्पन्दते स्वप्ने माया रज्ज्वामिव सर्पः तथा तद्वदेव जागरिते स्पन्दते माया मनः स्पन्दत इव इत्यर्थः अद्वयं च द्वयाभासं मनःस्वप्नेन संशयः अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः रज्जुरूपेण सर्प इव परमार्थतः आत्मरूपेण अद्वयं स तु द्वयाभासं मनः स्वप्ने न संशयः न हि स्वप्ने हस्त्यादि ग्राह्यं तद्ग्राहकं वा चक्षुरादि द्वयं विज्ञानविद्यरेकेण अस्ति जाग्रदपि तथैव इत्यर्थः परमार्थसद्विज्ञानमात्रविशेष मनोदृश्यमिदं द्वैतं यत्किञ्चित् सचराचरं मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते रज्जुसर्पवतो विकल्पनारूपं द्वैतरूपेण मन एव इत्युक्तं तत्र किं प्रमाणमिति अन्वयव्यतिरेकलक्षणम् अनुमानमः कथं तेन हि मनसा विकल्प्यमानेन दृश्यं मनोदृश्यम् इदं द्वैतं सर्वं मन इति प्रतिज्ञा तद्भावे भावात् तदभावे च अभावात् मनसो हि अमनीभावे निरुद्धे विवेकदर्शनाभ्यासवैराग्याभ्यां रज्ज्वामिव सर्पे लयं गते वा सुयुक्ते द्वैतं नैव उपलभ्यते इति अभावात् सिद्धं द्वैतस्य असत्त्वम् इत्यर्थः आत्मसत्यानुबोधेन न सङ्कल्पयते यदा अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् कथं पुनः अयम् अमनीभावः इत्युच्यते आत्मैव सत्यम् आत्मसत्यं मृत्तिकावत् वाचारम्भणं विकारुणामयं मृत्तिकेत्येव सत्यम् इति श्रुतेः तस्य शास्त्राचार्योपदेशं मनो अवबोधः आत्मसत्यानुबोधः तेन सङ्कल्प्य अभावात् तन्न सङ्कल्पयते दाख्य अभावे ज्वलनमिव अग्नेः यदा यस्मिन् काले तदा तस्मिन् काले अमनस्ताम् अमनोभावं याति राख्याभावे तत् मनः अग्रहं ग्रहणविकल्पनावर्जितम् इत्यर्थः अकल्पकम् अजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते ब्रह्मज्ञेयमजं नित्यम् अजेनाजं विबध्यते यदि असदिदं द्वैतं केन सामञ्जसम् आत्मतत्त्वं विबध्यते इति उच्यते अकल्पकं सर्वकल्पनावर्जितम् अत एव अजं ज्ञानं ज्ञप्तिमात्रं ज्ञेयेन परमात्सता ब्रह्मण अभिन्नं प्रचक्षते कथयन्ति ब्रह्मविदः न हि विज्ञातुः विज्ञाते विवर्लोपविद्यते अग्निष्णवत् विज्ञमानन्दं ब्रह्म सत्यं ज्ञानमन्तं ब्रह्म इत्यादि श्रुतिभ्यः तस्यैव विशेषणं ब्रह्मज्ञेयं यस्य स्वस्थं तदिदं ब्रह्मज्ञेयम् औष्ण्यस्यैव अग्निवत् अभिन्नं तेन आत्मस्वरूपेण अजेन ज्ञानेन अजं ज्ञेयम् आत्मतत्त्वं स्वयमेव विबध्यते अवगच्छति नित्यप्रकाशस्वरूप इव सवित नित्यविज्ञानैकरसगणत्वात् न ज्ञानान्तरमपेक्षते इत्यर्थः निगृहीतस्य मनसो निर्विकल्पस्य धीमतः प्रचारस्स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ಆತ್ಮಸತ್ಯಾನುಬೋಧೇನ ಸಂಕಲ್ಪಂ ಅಕುರ್ವತು ಬಾಹ್ಯ ವಿಷಯ ಅಭಾವೆ ನಿರಿಂಧನಾಗ್ನಿವತೋ ಪ್ರಶಾಂತಂ ಸತು ನಿಗೃಹೀತಂ ನಿರುದ್ಧಂ ಮನೋಭವತಿ ಇತ್ಯುಕ್ತ ಏವಂಚ ಮನಸೋ ಹಿ ಅಮನೀಭಾವೇ ದ್ವೈತಾಭಾವಶ್ಚ ಉಕ್ತಃ ತಸ್ಯೈವಂ ನಿಗೃಹೀತಸ್ಯ ನಿರುದ್ಧಸ್ಯ ಮನಸಃ ನಿರ್ವಿಕಲ್ಪಸ್ಯ ಸರ್ವಕಲ್ಪನಾವರ್ಜಿತಸ್ಯ ಧೀಮತಃ ವಿವೇಕವತಃ ಪ್ರಚರಣಂ ಪ್ರಚಾರೋಯಃ ಸತು ಪ್ರಚಾರಃ ವಿಶೇಷೇಣ ಜ್ಞೇಯೋ ವಿಜ್ಞೇಯಃ ಯೋಗಿಭಿಃ ನಾನು ಸರ್ವಪ್ರತ್ಯಯಾಭಾವೆ ಯಾದೃಶಃ ಸುಯುಕ್ತಿಸ್ತಸ್ಯ ಮನಸ ಪ್ರಚಾರಃ ತಾದೃಶೇವ ನಿರುದ್ಧಸ್ಯಾಪಿ ಪ್ರತ್ಯಯಭಾವ ವಿಶೇಷ ಕಿಂ ತತ್ರ ವಿಜ್ಞೇಯಮಿತಿ ಅತ್ರ ಉಚ್ಯತೆ ನೈವ ಯಸ್ಮ ಸುಷುಪ್ತಿ ಅನ್ಯ ಪ್ರಚಾರೋ ಅವಿದ್ಯಾಮೋಹತಮೋಗ್ರಸ್ತಸ್ಯ ಅಂತರ್ಲೀನ ಅನೇಕ ಅನರ್ಥ ಪ್ರವೃತ್ತಿಬೀಜಾವಸಾನವತೋ ಮನಸಃ ಆತ್ಮಸತ್ಯಾನುಬೋಧ ಹುತಾಶ ವಿಪ್ಲುಷ್ಟ ಅವಿದ್ಯಾದಿ ಅನರ್ಥ ಪ್ರವೃತ್ತಿಬೀಜಸ್ಯ ನಿರುದ್ಧಸ್ಯ ಅನ್ಯೇವ ಪ್ರಶಾಂತ ಸರ್ವಕ್ಲೇಶ ಸ್ವತಂತ್ರ ಪ್ರಚಾರ ಅಥೋ ನ ತತ್ಸಮ ತಸ್ಮನ್ ಯುಕ್ತ ಸ ವಿಜ್ಞಾತುಮಿತಿ ಅಭಿಪ್ರಾಯ ಲೀಯತೆ ಹಿ ಸುಯುಕ್ತೌ ತನ್ನಿಗೃಹೀತಂ ನ ಲೀಯತೆ ತದೇವ ನಿರ್ಭಯಂ ಬ್ರಹ್ಮಜ್ಞಾನಾಲೋಕಂ ಸಮಂತತಃ ಪ್ರಚಾರಭೇದೆ ಹೇತುಮಹಂ ಲೀಯತೆ ಸುಷುಪ್ತೌ ಹಿ ಯಸ್ಮ ಸರ್ವಾಭಿಃ ಅವಿದ್ಯಾದಿ ಪ್ರತ್ಯಬೀಜವಾಸನಾಭಿಃ ಸಹ ತಮೋರೂಪಂ ಅವಿಶೇಷರೂಪಂ ಬೀಜಭಾವಂ ಆಪದ್ಯತೆ ತದ್ವಿವೇಕ ವಿಜ್ಞಾನಪೂರ್ವಕಂ ನಿಗೃಹೀತಂ ನಿರುದ್ಧಂ ಸತು ನ ಲೀಯತೆ ತಮೋ ಬೀಜಭಾವಂ ಆಪದ್ಯತೆ ತಸ್ಮಾನ್ ಯುಕ್ತಃ ಪ್ರಚಾರಭೇದಃ ಸುಷುಪ್ತಸ್ಯ ಸಮಾಹಿತಸ್ಯ ಮನಸಃ ಯದಾ ಗ್ರಾಹ್ಯಗ್ರಾಹಕ ಅವಿದ್ಯಾಕೃತ ಮಲದ್ವಯವರ್ಜಿತಂ ತದಾ ಪರಂ ಅದ್ವಯಂ ಬ್ರಹ್ಮೈವ ತತ್ಸಮೃತಂ ಇತ್ಯತಃ ತದೇವ ನಿರ್ಭಯಂ ದ್ವೈತಗ್ರಹಣಸ್ಯ ಭಯನಿಮಿತ್ತಸ್ಯ ಅಭಾವ ಶಾಂತಂ ಅಭಯಂ ಬ್ರಹ್ಮ ಯದ್ವಿದ್ವಾನ್ ಅವಿವೇತಿ ಕುತಶ್ಚಿತ್ ತದೇವ ವಿಶೇಷ್ಯತೆ ಜ್ಞಪ್ತಿಃ ಜ್ಞಾನಂ ಆತ್ಮಸ್ವಭಾವ ಚೈತನ್ಯ ತದೇವ ಜ್ಞಾನಂ ಆಲೋಕಃ ಪ್ರಕಾಶೋ ಯಸ್ಯ ತದ್ಬ್ರಹ್ಮ ಜ್ಞಾನಾಲೋಕಂ ವಿಜ್ಞಾನೈಕರಸಘನಮಿತ್ಯರ್ಥ ಸಮಂತತಃ ಸಮಂತ ಸರ್ವತೋ ವ್ಯೋಮವತೋ ನೈರಂತರ್ಯೇಣ ವ್ಯಾಪಕಂ ಇತ್ಯರ್ಥ